पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 23 भीष्म उवाच वैष्णवा येदु वै धर्मा यान् रुद्रप्रोक्तवानिह तान्मे कथय विप्रेन्द्र कीदृशास्ते फलं तु किम् पुलस्त्य उवाच पुरारथं तरे कल्पे परिपृष्ठो महात्मना मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयं कथमारोग्यमैश्वर्यमनन्दममरेश्वर अल्पेन तपस्सा देव भवेन्मोक्षः सदा नृणाम् किं तज्ज्ञानं महादेवत्वत्प्रसादादधोक्षज अल्पकेनापि तपःसा महाफलमिहोच्यते इति पृष्टः सविश्वात्मा ब्रह्मणा लोकभावनः उमापतिरुवाचेदं मनसः प्रीतिकारकम् ईश्वर उवाच अस्माद्रसन्तरात् कल्पाद् भूयो विंशतिमो यदा वाराहो भविता कल्पस्तदा मन्वन्तरे शुभे वैवस्वताख्ये सम्प्राप्ते सप्तमे सप्तलोकधृक द्वापराख्यं युगं तस्मिन् सप्तविंशतिमं यदा तस्यां तेदु महातेजा वासुदेवो जनार्दनः भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति द्वैपायनऋषिस्तत्र रौहिणेयोधकेशवः कंसारिकेशिमदनकेशवक्लेशनाशनः पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः त्वष्टा तदाज्ञया ब्रह्मन् करिष्यति जगत्पतेः तस्यां कदाचिदासीनसभायां सोमितद्युदिः भार्याभिर्वृष्णिविद्वद्भूरिभिर्भूरिदक्षिणैः कुरुभिर्देवगन्धर्वैरन्विधकैडभार्दनः प्रवृत्तासु पुराणासु धर्मसम्बन्धिनीषु च कथासु भीमसेनेन परिपृष्टः प्रतापवान् त्वया पृष्ठस्य धर्मस्य वक्ष्यत्यस्य च भेददृक् भविता सा तदा ब्रह्मन् कर्ता चैव मृगोदरः प्रवर्तकोऽस्य धर्मस्य पाण्डुसूनुर्महाबलः यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः सम्भाष्यते स धर्मात्मा तेन चासौ वृकोदरः अतीवस्वादशीलश्च नागायुधबलो महान् धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे इदं व्रतमशेषाणां व्रतानामधिकं यतः कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः अशेषयज्ञफलदमशेषाखविनाशनम् अशेषदुष्टशमनमशेषसुरपूजितं पवित्राणां पवित्रं यन्मङ्गलानां च मङ्गलं भविष्यं च भविष्याणां पुराणानां पुरातनं वसुदेव उवाच यद्यष्टमी चतुर्दश्योर्द्वादशीषु च भारत अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् तदस्त्वग्र्यामिमां भीमतिथिं पापप्रणाशिनीम् उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् माघमासस्य दशमी यदा शुक्ला भवेत्तदा कृतेनाभ्यञ्जनं कृत्वा तिलैस्नानं समाचरेद तथैव विष्णुमभ्यर्चेन्नमो नारायणाय च कृष्णाय पादौ सम्पूज्य शिरकृष्णात्मनेति च वैकुण्ठायेदि वैकण्ठमुरश्रीवत्सधारिणे शाकिने गदिने चैव चक्रिणे वरदाय वै सर्वं नारायणं त्वेवं सम्पूज्य वाहनक्रमाद दामोदरायेत्युदरं कडिं पञ्चजनाय वै ऊरुसौभाग्यनाथाय जानुनी भूतधारिणे नमो नीलाय वै जङ्घे पादौ विश्वभुजे पुनः नमो देव्यै नमः शक्र्यै नमो लक्ष्म्यै नमः श्रियै नमस्तुष्ट्यै नमः पुष्ट्यै धृत्यै व्युष्ट्यै नमो नमः नमो विहङ्गनाथाय वायुवेगाय पक्षिणे विषप्रमथनायेति गरुडं चापि पूजयेद् एवं सम्पूज्य गोविन्दमुमापदि विनायकौ गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि गव्येन पयसा सिक्तां कृसरामधपायसं सर्पिषा सह भुक्त्वा तु गत्वा स्थानान्तरं पुनः नय्यग्रोधं दन्तकाष्ठमथवा खादिरं बुधः गृहीत्वा धावयेद्धं तानाचान्दप्रागुदङ्मुखः ब्रूयात् सायं तनीं कृत्वा सन्ध्यामस्तमिदेरवौ नमो नारायणायेदि त्वमहं शरणं गदः एकादश्यां निराहारः समभ्यर्च्य च केशवं तां रात्रिं सकलां स्थित्वा शेषपर्यङ्कशायिनम् सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः सहैव पुण्डरीकाक्षं द्वादश्यां क्षीरभोजनं करिष्यामि यथात्मानं निर्विघ्नेनास्तु तच्च मे यवमुक्त्वा स्वपेद्भूमा विदिहास कथां पुनः श्रुत्वा प्रभाते संजाते नदीं गत्वा विशाम्पते स्नानं कृत्वा मुदा तद्वत् पाषण्डानभिवर्जयेत् उपास्य सन्ध्यां विधिवत् कृत्वा च पितृतर्पणं प्रणम्य जहृषिकेशं शेषपर्यङ्कशायिनम् गृहस्य पुरदो भक्र्या मण्डपं कारयेद्बुधः चतुर्हस्तां शुभां कुर्याद्वेदी मरिनिषूदनः चतुर्हस्तप्रमाणं तु विन्यसे तत्र तोरणं मध्ये जकलशं तत्र माषमात्रेण संयुधम् छिद्रेण जलसम्पूर्णमथ कृष्णाजिने स्थितः तस्य धारां च शिरसा धारयेत् सकलां निशाम्। धाराभिर्भूरिभिर्भूरि फलं वेदविदो विदुः यस्मात् तस्मात् कुरु श्रेष्ठ कारयेत् प्रयदो द्विजः दक्षिणे चार्धचन्द्रं तु पश्चिमे वर्तुलं तथा अश्वत्थपत्राकारं च उत्तरेण तु कारयेद् मध्ये तु पद्माकारं च कारयेद्वैष्णवो द्विजः पूर्वदो वेदिकां स्थोन याम्ये च कल्पयेद् पानीयधारां शिरसि धारयेद्विष्णुतत्परः द्वितीया वेदी देवस्य तत्र पद्मं सकर्णिकं तस्य मध्ये स्थितं देवं कुर्याद्वै पुरुषोत्तमं हस्तमात्रं च तत्कुण्डं कृत्वा तत्र त्रिमेखलं योनिवक्त्रं ततस्तस्मिन् ब्राह्मणैर्यवसर्पिषि तिलांश्च विष्णुदेवत्यैर्मन्त्रैरेवानलेखुनेत् कृत्वा तु वैष्णवं सम्यग्यागं तत्र प्रकल्पयेद् आज्यधारामध्यमेदु कुण्डे दत्यात्तु यत्नदः क्षीरधारां देवदेवे वारिधारात्मनोपरि निष्पावार्थप्रमाणं वै धारामाज्यस्य पादयेत् स्वेच्छया क्षीरजलयोरविच्छिन्नां च शर्वरीं जलकुम्भान् महावीर्यस्थापयित्वा त्रयोदश भैक्ष्यैर्नानाविधैर्युक्तान् सिदवस्त्रैरलङ्कृतान् प्रतानौदुम्बरहैपात्रैः पञ्चरत्नसमन्वितैः चतुर्भिर्बह्वृचैर्होम कार्यस्तत्र उदङ्मुखैः रुद्रजाप्यश्चतुर्भिश्च यजुर्वेदपरायणैः वैष्णवानिजसामानि चतुर्भिः सामवेदिभिः एवं द्वादश वै विप्रान्वस्त्रमाल्यानुलेपनैः पूजयेदङ्गुलीयैश्च कडकैर्हेमसूत्रकैः वासोभिशयनीयैश्च वित्तशाढ्यविवर्जितः एवं क्षपादिवास्या वै गीतमङ्गलनिस्वनैः उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु तदप्रभादे विमले समुद्धाय त्रयोदश गावो देया कुरु श्रेष्ठ सौवर्णशृङ्गसंवृताः पयस्विन्यशीलवध्य कांस्यदोहसमन्विताः रौप्यखुराः सवत्साश्च चन्दनेनाभिभूषिताः तास्तु तेषां तदो दत्त्वा भक्ष्यभोज्येन तर्पितान् कृत्वा वै ब्राह्मणान् सर्वान् छत्रैर्नानाविधैस्तथा भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेद् अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः प्रीयतामत्र देवेश केशवक्लेशनाशनः एवं गुर्वाज्ञया कुम्भान् गाश्चैव शयनानि च वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः अभावे बहुशय्यानामेकामपि सुसंस्कृताम् शय्यां दद्याद्गृही भीम सर्वोपस्करसंयुताम् इतिहासपुराणानि वाचयित्वा तु वाहयेत् तद्दिनं कुरु शार्दूल य इच्छेद्विपुलां श्रियं तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः कुरु व्रतमिदं सम्यक् स्नेहाद्गुह्यं मयोदिदं त्वया कृतमिदं वीरत्वन्नाम्ना च भविष्यति सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा यादुकल्याणिनी नाम पुरा कल्पेषु पढ्यते त्वं चादिकर्ता भव सौकरेऽस्मिन् कल्पे महावीर वरप्रधान यस्या स्मृद्धे कीर्तनतोऽप्यशेषं पापं प्रणष्टं त्रिदशाधिपस्य दृष्ट्वा च तामप्सरसामभीष्टां व्यस्याकृतामन्यभवान्तरेषु जाताथसा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूदपत्नी तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा कृतं पुरा मङ्गलमेददेवद्विजात्मजा वेदवदी बभूव अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः स्नातः पुरा मण्डलमेत्य तद्वत्तेजोमयं खेडपतिर्बभूव इदमेव कृतं महेन्द्रमुख्यैर्बहुभिर्देव सुरारिकोटिभिश्च फलमस्येहनशक्य देहि वक्तुं यदि जिह्वायुधकोटयो मुखे स्युः कलिकलुषविदारिणी मनन्दामपि कथयिष्यति यादवेन्द्रसूनुः अथ नरकगदान् पितृनधैषा ह्यलमुद्धर्तुमिहैव यत् करोति इदमनकशृणोति वक्रिभक्र्या परिपठतीह परोपकारहेतोः इह पङ्कजनाभभक्रिमान् भवेदधशक्रस्य सम्पूज्यतामुपैति कल्याणिनी नाम पुरा विसर्गे याद्वादशी माखसितेऽभिपूज्या सा पाण्डुपुत्रेण कृता भविष्यत्यनन्दपुण्यानखभीमपूर्वा ब्रह्मोवाच वर्णाश्रमाणां प्रभवपुराणेषु मया श्रुतः सदाचारश्च भगवान् धर्मशास्त्राङ्गविस्तराद पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्त्वदः ईश्वर उवाच तस्मिन्नेव पुरे ब्रह्मन् सहस्राणि तु षोडश वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव ताभिर्वसन्तसमये कोकिलालिकुलाकुले पुष्पितो पवने फुल्ल कल्हारसरसस्तडे निर्भरं सहपत्नीभिः प्रशस्ताभिरलङ्कृतः रमयिष्यति विश्वात्मा कृष्णो यदुकुलोद्वहः कुरङ्गनयनश्रीमान्मालदी कृतशेखरः गच्छन् समीपमार्गेण साम्बो जाम्बवदी सुधः साक्षात् कन्दर्परूपेण सर्वाभरणभूषितः अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः प्रबुद्धो मन्मथस्तासां भविष्यति यदात्मनि तदवेक्ष्य जगन्नाथसर्वज्ञो ध्यानचक्षुषा स्वयं प्रभुर्वक्ष्यति तावो हरिष्यन्ति दस्यवः अपरोक्षं यदस्त्वेवं स्निग्धमेतद्विचिन्तितं ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत ताभिशापाभितप्ताभिर्भगवान् भूतभावनः उत्तराश्रितदाशानामुद्धर्ता ब्राह्मणप्रियः उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकं भवदीनां ऋषिर्दाभ्यो यद्व्रतं कथयिष्यति इत्युक्त्वा ता परित्यज्य गतोऽन्तर्धानमीश्वरः ततः कालेन महदा भारावतरणे कृते निवृत्ते मौसले तद्वत्केशवे दिवमागदे शून्ये यदुकुले सर्वे चोरैरपि जिदेऽर्जुने हृदासु कृष्णपत्नीषु दाशभोग्यासु चार्बुदे तिष्ठं दीषु च दौर्गत्य सन्तप्तासु चतुर्मुख आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः तास्तामर्थ्येण सम्पूज्य प्रणिपत्य पुनः पुनः लालप्यमाना बहुशो बाष्पर्याकुले क्षणाः स्मरन्त्यो विविधान् भोगान् दिव्यमाल्यानुलेपनान् भर्तारं जगदामीशमनन्दमपराजितं दिव्यानुभावां च पुरीं नानारत्नगृहाणि च द्वारकावासिनः सर्वान् देवरूपान् कुमारकान् प्रश्नमेदं करिष्यन्ति मुनेरभिमुखं स्थिताः दस्युमिर्भगवान् सर्वाः परिभुक्ता वयं बलाद स्वधर्मश्चाविदोऽस्माकमस्मिन्न शरणं भवान् आदिष्टोऽसि पुरा ब्रह्मन् केशवेन च धीमता कस्मादीशेन संयोगं प्राप्य वेश्या त्वमागताः वेश्यानामपि यो धर्मस्थं नो ब्रूहि तपोधन कथयिष्ये वदत्तासां यद्दाल्भ्यश्चैकितायनः दाल्भ्य उवाच जलक्रीडाविहारेषु पुरा सरसिमानसे भवतीनां सगर्वाणां नारदोऽभ्यासमागतः हुदासनसुता सर्वा भवत्योऽप्सरसः पुरा अप्रणम्यावलेपेन परिपृष्टः स योगविद कथं नारायणोऽस्माकं भर्ता स्यादित्युपादिश तस्माद्वरप्रदानं च शापश्चायमभूत्पुरा शय्याद्वयप्रदानेन मधुमाधवमासयोः सुवर्णोपस्करोत्सङ्गं द्वादश्यां शुक्लपक्षतः भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि यतः कृत्वा प्रणामं मे रूपसौभाग्यमत्सराद परिपृष्टोऽस्मि तेनाशु वियोगो वो भविष्यति चोरैरपकृता सर्वा वेश्या त्वं समवाप्स्यथ एवं नारदशापेन केशवस्य च शापतः वेश्या त्वमागता सर्वा भवत्य काममोहिताः इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः पुरा दैवासुरे युद्धे हदेषु शतशत्सुरैः दानवासुरदैत्येषु राक्षसेषु ततस्ततः तेषां दारसहस्राणि शतशोधसहस्रशः परिणीतानि यानि स्युर्बलाद्धुक्तानि यानि वै तानि सर्वाणि देवेश प्रोवाच वदतां वरः वेश्याधर्मेण वर्तध्वमधुना नृपमन्दिरे भक्तिमत्यो वरारोहास्तथा देवकुलेषु च राजदस्वामिनश्चापि जीविकां च प्रलप्स्यथ भविष्यति च सौभाग्यं सर्वासामपि शक्रिदः ह्यः कच्चिच्छुल्कमादाय गृहमेष्यति वः सदा निःशद्मनैवोपचर्यप्रीतिभावैरदाम्बिकैः देवतानां पितॄणां च पुण्येह्नि समुपस्थिते गोभूहिरण्यधान्यानि प्रदेयानि च शक्रितः यद्व्रतं चोपदेक्ष्यामि तत्कुरुध्वं च सर्वशः संसारोत्तारणायालमेदद्वेदविदो विदुः यदा सूर्यदिने हस्तपुष्यो वाथ पुनर्वसुः भवेत् सर्वौषधिस्नानं सम्यक् नारी समाचरेत् तदा पञ्चशरात्मादु हरिसन्निधिमेष्यति अर्चयेत् पुण्डरीकाक्ष मनङ्गस्यानुकीर्तनैः कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे मेढ्रं कन्दर्पनिधये कटिं प्रीतिमदे नमः नाभिं सौख्यसमुद्राय वामनाय तथोदरं हृदयं हृदयेशाय स्तनावाह्लादकारिणे उत्कण्ठायेदि वैकण्ठमास्यमानन्दकारिणे वा मांसं पुष्पचापाय पुष्पबाणाय दक्षिणं मानसायेदि वैमालिविलोलायेदि मूर्धजम् सर्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत् नमः शिवाय शान्ताय पाशाङ्कुशधराय च गदिने पीतवस्त्राय शङ्खचक्रधराय च नमो नारायणायेदि कामदेवात्मने नमः नमः शान्त्यै नमः प्रीत्यै नमारेत्यै नमः श्रियै नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे एवं सम्पूज्य गोविन्दमनङ्गात्मगमीश्वरं गन्धमाल्यैस्तथा धूपैर्नैवेद्येन च भामिनी तद आहूय धर्मज्ञं ब्राह्मणं वेदपारगम् अव्यङ्गमथ सम्पूज्य गन्धपुष्पार्चनादिभिः शालेयतण्डुलप्रस्थं कृतपात्रेण संयुधं तस्मै विप्राय वै दध्यान्माधवः प्रीयतामिति यथेष्टाकारसम्भुक्तमेनं द्विजमनुत्तमम् रत्यार्थं कामदेवोऽयमिति चित्ते च धारयेत् यद्यदिच्छति विप्रेन्द्रस्तत्तत् कुर्याद्विलासिनी सर्वभावेन चात्मानमर्पयेस्मितभाषिणी एवमादित्यवारेण सर्वमेतत्समाचरेत् तण्डुलप्रस्थदानं च यावन्मासास्त्रयोदश ततस्त्रयोदशे मासि सम्प्राप्ते चास्य भामिनी विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विचक्षणा सोपधानां सविन्यासां स्वास्तरावरणं शुभां दीपिकोपानहच्छत्र पादुकासनसंयुधां सपत्नी कमलं कृत्य हेम सूत्राङ्गुलीयकैः सूक्ष्मवस्त्रैः सकडकैर्धूपमाल्यानुलेपनैः कामदेवं सपत्नीकं गुडकुम्भोपरिस्थितं ताम्रपात्रासनगदं हेमनेत्रपडावृतं सुकांस्य भाजनोपेदमिक्षुदण्डसमन्वितम् दद्यादनेन मन्त्रेण तथैकां गां पयस्विनीं यथा तरं न पश्यामि कामकेशवयोः सदा तथैव सर्वकामाप्तिरस्तु विप्रसदा मम तथा च काञ्चनं देवं प्रतिगृह्य द्विजोत्तमः को दात्कामोदादिति वैदिकं मन्त्रमुदीरयेद् ततः प्रदक्षिणीकृत्य विसृज्य द्विजपुङ्गवं शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेद् ततः प्रभृति योऽन्योऽपि प्रत्यर्थं गेहमागतः सम्मान्यसूर्यवारेण स सम्पूज्यो भवेत् सदा एवं त्रयोदशं यावन्मासमेकं द्विजोत्तमं तर्पयित्वा यथा कामं प्रेषयेच्चैव मन्दिरं तदनुज्ञया रूपवन्तं यावदस्यागमो भवेत् आत्मनोऽपि यदा विघ्नं गर्भसूदकराजकम् दैवं वा मानुषं वा स्यादुपरागेण वा ततः सावारानष्ट पञ्चाशद्यथा शक्तिसमर्पयेद् एतद्धि कथितं सम्यग् भवतीनां विशेषतः स्वधर्मोऽयं यतो भाव्यो वेश्यानामिह सर्वदा शय्यया त्यज्यते देव न कदाचिद्यथा भवान् शय्या ममाप्यश्रून्येयं तथास्तु मधुसूदन गीतवादित्र निर्घोषं देवदेवस्य कारयेत् एतद्ध्वः कथितं सर्वं वेश्याधर्ममशेषतः पुरुहूदेन यत्प्रोक्तम् दानवीषु पुरा मया तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते सर्वपापप्रशमनमनन्दफलदायकं कल्याणिनीनां कथितं तदेतद्दुश्चरं व्रतं करोति याशेषमुदग्रमेदत् कल्याणीनि माधव लोकसंस्थाः सा पूजिता देवगणैरशेषैरानन्दकृष्ठानमुपैधि विष्णोः तपोधनसोऽप्यभिधाय चैतदनङ्गदानव्रतमङ्गनानां स्वस्थानमेष्यन्ति समस्तमिद्धं व्रतं करिष्यन्ति च देवयोने इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे वेश्याव्रतकथनं नाम त्रयोविंशोऽध्यायः ॐ